गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। सर्वेभ्यो नमस्कारः। न्यायवर्गे सर्वेषां सुस्वागतम्। श्रूयते भगिनि? समीचीनं, सुस्वागतम्। अस्तु, द्रव्याणां निरूपणं, सप्तद्रव्याणां निरूपणं सम्पूर्णरीत्या अस्माभिः कृतं। तदनन्तरं गुणानां निरूपणं कुर्वन् सन्तः, तत्र रूपादिचतुष्टयगुणानां निरूपणं, निरूपणम् इत्युक्ते तत्र लक्षणवाक्यं किम्, अपि च तेषां वैविध्यं किं, वर्तित्वं कुत्र कुत्र ते गुणाः वर्तन्ते इति एतत् सर्वम् अधीत्य, तदनन्तरं कार्यकारणभावः, अस्मिन् विषये किञ्चिदिव चिन्तितं, तत्र अन्वयसहचारः, व्यतिरेकसहचारः, अन्वयव्यभिचारः, व्यतिरेकव्यभिचारः इति सिद्धान्तान् दृष्ट्वा, यत्र यत्र अन्वयसहचारः अपि च अन्वयव्यभिचारः द्वयमपि वक्तुं शक्यते, तत्र कार्यकारणभावः निश्चितः भवति इति विचिन्त्य, यत्र यत्र अन्वयव्यभिचारः, यत्र यत्र अन्वयव्यतिरेकव्यभिचारः द्वयमपि सिद्ध्यति, तत्र सर्वत्र अन्वयसहचारः वा अन्वयव्यभिचारः वा न भवितुम् अर्हति इत्यत्र, इत्यतः तत्र कारणकार्यभावः नास्ति इत्यस्मिन् विषये अपि विचिन्त्य, तदनन्तरम् असमवेतगुणानां ज्ञानं कथं भवति इत्युक्ते, जले गन्धः, तत् गन्धवती पृथिवी इति पृथिव्याः लक्षणं, तर्हि गन्धः केवलं पृथिव्यां लभ्यते इति कृत्वा गन्धं स्वीकृत्य पृथिवी लक्षितम् अस्ति, किन्तु गन्धः इदानीं जले लभ्यते, तत् कथं? यद्यपि जले गन्धः नास्ति, तथापि गन्धः अस्माभिः अनुभूयते एव, तत् कथम् इत्यस्मिन् विषये चिन्तनं कृत्वा, तत्र मिश्रणम् अस्ति स्वसमवायिसंयुक्तत्वसम्बन्धेन एव अवसमवेतगुणाः अन्यस्मिन् द्रव्ये, यस्मिन् तस्य वर्तित्वम् एव नास्ति, तस्मिन् द्रव्ये तस्य उपलब्धिः भवति इति अधीतं। तत्र इतोपि गुणेपि जायमानः गुणप्रत्ययः इत्युक्ते, घटः अस्ति, तस्मिन् घटे रक्तरूपमस्ति, रक्तरूपम् एकमेव इत्युक्ते तत्र चित्ररूपं नास्ति, एकमेव रूपं तद् रक्तरूपम् अस्ति। तर्हि कति घटाः सन्ति इति चेत्, एकः घटः इति वक्तुं शक्यते, तर्हि संख्या, एकः इति संख्या, संख्या इति गुणः गुणिनि घटे समवायसम्बन्धेन वर्तते इति वयं जानीमः, किन्तु कति रूपाणि सन्ति इदानीम् अस्मिन् घटे इति पृष्टे सति, तत्र एकं रूपम् इति वदामश्चेत्, एकम् इति संख्या, संख्या इति गुणः, पुनः रूपम् इति गुणः, द्वयमपि तयोः कारणे एव वर्तते, किन्तु परस्परं न भवितुम् अर्हति, एकत्वं गुणेन रूपेण भवितुम् अर्हति, रूपत्वम् एकेन भवितुम् अर्हति इत्यतः तत्र इतोपि किञ्चित् चीनीयं, किन्तु प्रतीतिः अस्ति, एकं रूपम् इति झटिति वयं वक्तुं शक्नुमः, किन्तु तत्र सम्बन्धः कः, कथं वा एकत्वं गुण रूपे आगतम् इत्यस्मिन् विषये इतोपि चिन्तनीयं भवति इत्यस्मिन् पाठे, तदेव पाठस्य बिन्दु, पाठस्य बिन्दुः अस्ति, गुणेपि जायमानः गुणप्रत्ययः समर्थनीयः, गुणे अपि रूपे अपि जायमानः गुणप्रत्ययः एकम् इति संख्यायाः प्रत्ययः समर्थनीयः भवति। तत्र गते वर्गे प्रथमपरिच्छेदम् अस्माभिः अधीतं, तत्र किम् अधीतम् इति चेत्, कार्यं कारणे उत्पद्यते, यदि तत् कार्यं समवायसम्बन्धेन कारणे वर्तते, यः कोऽपि कारणे वर्तते तादृशकारणं भवति समवायीकारणम् इत्यतः तत्र घटा अवयवः अवयवी अवयवे समवायसम्बन्धेन वर्तते इति वयं जानीमः, तर्हि घटः कपाले वर्तते केन सम्बन्धेन? समवायसम्बन्धेन. तर्हि कपालः घटस्य समवायीकारणम्. एवमेव गुणः गुणिनि समवायसम्बन्धेन वर्तते, तर्हि घटः एव रूपस्य समवायीकारणं, रूपम् इति गुणस्य समवायीकारणम्. एवमेव कन्दुके क्रिया भवति, क्रिया क्रियावति समवायसम्बन्धेन वर्तते इति कृत्वा इदानीं क्रियायाः कन्दुके विद्यमानक्रियायाः समवायीकारणं भवति कन्दुकम् इति द्रव्यं. तावत्पर्यन्तम् अस्माभिः अधीतम्. तर्हि इतोपि अग्रे पठेम, तस्मिन्नेव विषये बहु किमपि अत्र दत्तमस्ति. तर्हि विजी भगिनी आरब्धुमिच्छति वा? तथा च घटस्य षड् अशीतितमपुटे अन्तिमपङ्क्ति. तथा च घटस्य रूपस्य क्रियाश्च समवायेन उत्पत्तिः कपालरूपे द्रव्ये, घटरूपद्रव्ये, गन्धकरूपद्रव्ये एव च भवति इति सर्वस्यापि कार्यस्य समवायसम्बन्धेन उत्पत्तिः द्रव्ये एव भवति इति आगतम्. घटस्य रूपस्य घटं कपाले समवायसम्बन्धेन वर्तते. कपालः समवायकारणं, समवायसम्बन्धकारणं. घटः कपालस्य कारणम्. घटस्य रूपस्य क्रियाश्च समवायेन उत्पत्तिः कपालरूपे द्रव्ये कपाले वर्तते, तदनन्तरं रूपे वर्तते, तदनन्तरं क्रिया गन्धकरूपद्रव्ये एव च भवति सर्वस्यापि कार्यस्य समवायसम्बन्धेन उत्पत्तिः. सर्वस्यापि कार्यस्य इत्युक्ते घटे नीलरूपम् अस्ति चेत् नीलघटस्य कारणं कपालम् इति वा? न, तत्र कपाले कपालरूपे तत्र रूपं रूपे इत्युक्ते रूपम् इति गुणः नास्ति. कपालरूपे द्रव्ये इत्युक्ते द्रव्यमस्ति, तस्य तत् तद्द्रव्यं किम् इति चेत् कपालः इति. कपालरूपे द्रव्ये इत्युक्ते कपालः एव द्रव्यम्. तर्हि एवं चिन्तयामः. भगिनी वदतु, अहं प्रश्नान् पृच्छामि. घटः इति कार्यं वा कारणं वा? घटः कार्यं सत्यं. तत्र घटस्य रूपस्य क्रियायाश्च समवायेन उत्पत्तिः, घटस्य उत्पत्तिः इति उक्तं किल. घटः कार्यम्. घटः कार्यं चेत् कारणं किं भवति? कपालः. कपालः समीचीनम्. अपि च घटः कपाले केन सम्बन्धेन वर्तते? समवायसम्बन्धेन वर्तते. हा, तर्हि अत्र पश्यतु, एतादृशं पठति चेत् घटस्य समवायेन उत्पत्तिः कपालरूपे द्रव्ये इति एकं वाक्यं. घटः वर्तते कपालरूपे. ओके ओके. कप तत्र रूपमिति त्यजतु, तत्र किञ्चित् भ्रमं कारयति इत्युक्त्वा, घटः घटस्य उत्पत्तिः समवायसम्बन्धेन कपाले द्रव्ये भवति. कपालः इति द्रव्ये, नो चेत् कपाले द्रव्ये भवति इति एकं वाक्यम्. इदानीं द्वितीयवाक्यं, रूपस्य उत्पत्तिः, यत्किमपि रूपं भवतु, रूपस्य उत्पत्तिः इत्युक्ते रूपम् इदानीं कार्यं वा कारणं वा? रूपं कार्यं. सत्यं. तर्हि रूपस्य उत्पत्तिः कुत्र भवति? रूपं कार्यम् इति चेत् कारणं किं भवति? घटे. हा, समीचीनं. रूपम् इति गुणः घटे इति द्रव्ये केन सम्बन्धेन वर्तते? समवायसम्बन्धेन. उत्तमं. तर्हि रूपस्य समवायेन उत्पत्तिः घटरूपे द्रव्ये इति द्वितीयं वाक्यम्. तृतीयम्, इदानीं क्रिया, क्रिया अपि कार्यं, क्रिया कुत्र भवति? घटे. न, अत्र कन्दुकमिति दत्तमस्ति किल, कन्दुके क्रिया, दन्दके क्रिया. तर्हि क्रिया इति कार्यं, कन्दुकम् इति कारणं केन सम्बन्धेन? समवायसम्बन्धे, समवायसम्बन्धेन, समवायकारणं गन्धुक, गन्धुक. हा, क्रिया, क्रियायाः समवायेन उत्पत्तिः कन्दुकरूपद्रव्ये एव च भवति इति कृत्वा सर्वस्यापि कार्यस्य समवायसम्बन्धेन उत्पत्तिः द्रव्ये एव भवति. तर्हि सर्वदा समवायीकारणं किं भवितुम् अर्हति इति चेत् द्रव्यम् एव भवति. समवायसम्बन्धेन उत्पत्तिः द्रव्ये एव भवति इति समीचीनं महोदय. तर्हि समवायि सप्तपदार्थेषु समवायिकारणं किं भवितुम् अर्हति इति चेत् पञ्चस्तरे एव भवितुम् अर्हति. अत्र गुणः वा, क्रिया वा, सामान्यं वा, विशेषं वा, समवाय वा, अभावः वा, यदा कदापि समवायकारणं न भवितुम् अर्हति इति एव भवितुम् अर्हति. इति एकम्. इदानीम् इतोपि किञ्चित् चिन्तयामः. भवती एव अहं प्रश्नान् पृच्छामि, भवती एव उत्तरं वदतु. घटः समवायेन कपाले उत्पद्यते किल? आम् आम् महोदय. हा, इदानीं कपालः कुत्र वर्तते? यदा घटस्य उत्पादनं जायते कपाले वर्तते. समीचीनं. केन सम्बन्धेन? तादात्म्यसम्बन्धेन. हा, तदेव अत्र चित्रे लिखितमस्ति. कपालः स्वस्मिन् कपाले तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन घटं जनयति. जनयति, आम् महोदय. हा, एवमेव घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटरूपं जनयति. पुनः तत्र कन्दुकं स्वस्मिन् तादात्म्येन स्थित्वा समवायेन क्रिया जनयति. तर्हि इदानीं समवायीकारणस्य लक्षणम् अस्माभिः लब्धम्. लक्षणं किम्? यद्द्रव्यं तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन जनयति, उत्पद्यति. समीचीनं. तर्हि यत् द्रव्यम् इत्युक्ते अत्र द्रव्यमेव भवितुमर्हति इति कृत्वा, यद्द्रव्यं स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति तत् समवायीकारणम्. समवायीकारणं. पुनः भवती एव एकवारं वदतु. यत् द्रव्यं, स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यम् उत्पद्यति तत् द्रव्यं समवायी कारणम् इति. समवायीकारणं. तत्र उत्पादयति इति वक्तव्यं, नो चेत् जनयति इति वक्तव्यं. तत्र निच् निजप्रयोगः. उत्पादयति नो चेत् जनयति कारयति कारयति तदेव समवायिकारणं समवायिकार्यम् समीचीनं भगिनि धन्यवादः अग्रे विजया भगिनी पठति वा महोदय अरे परिशीलनम् अहं वदामि किमित्युक्ते कन्दुकम् इति नपुंसकलिङ्गपदं नास्ति कन्दुक पुल्लिङ्गे एव अस्ति इति मया गत किं भाषितसंस्कृतवर्गे एव ज्ञातं तद् बोधितुम् अहम् उक्तवान् कन्दुकं वा कन्दुकः एव अस्ति बाल् इति यद्वदामः तद् कन्दुकः तद् नपुंसकलिङ्गे यदा संस्कृतभारती द्वारा पठामः तत् अशुद्धमस्ति कन्दुकः एव अस्ति हा समीचीनं कन्दुकः तत्र कन्दुकम् इति पदमस्ति तस्य भिन्न अर्थमस्ति जम् इति सत्यं कन्दुकं बाल् इति यद् वदामः तद् कन्दुकः एव शुद्धशब्दः समीचीनं महोदय धन्यवादः मयापि भाषितसंस्कृतवर्गे एव तस्य ज्ञानं प्राप्तवान् मया अस्तु एतादृशप्रयोगः दोषाः अस्माभिः वयं क्रियन्ते एव भवतु समीचीनं महोदय अग्रे विजया भगिनी पठतु सः किम् उक्तवान् कन्दुकम् इति पदं नपुंसकलिङ्गे नास्ति कन्दुकः इति पुल्लिङ्गे एव अस्ति इति तेन उक्तं महोदय तत्र यद् द्रव्यं यस्मिन् ससम्बन्धेन तत्र लक्षणं पुनर् वदतु महोदय तत्र अग्रे आयास्यति महोदय अस्मिन्नेव पुस्तके अग्रे आयास्यति यद् द्रव्यं स्वस्मिन् समवाय तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति तत् समवायीकारणम् इति लक्षणम् अग्रे आयास्यति पुस्तके एव आयास्यति पठतु विजया भगिनी तथा च घटस्य रूपस्य न न तत् पठितं भगिनि इदानीमेव अग्रिमपरिच्छेदं पठतु अस्तु अस्तु तत्र कार्यकारण तत्र कार्यकारणभावविचारे कार्यकारणयोः सामान्याधिकरणीयम् आवश्यकम् इति प्राग् एव निरूपितं तादृशसामान्याधिकरणीयवर्णनाय तादात्म्यरूपः सम्बन्धः अपि साधितः तथा च कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घट उत्पत्ति घट उत्पत्त्या घटम् उत्पादयति उत्पादयति निचिरूपे घटम् उत्पादयति घटः तस्मिन् तादात्म्येन स्थित्वा समवायेन रूपम् उत्पादयति तदैव तत एव कन्दुकं जि कन्दुकं नपुंसकलिङ्गमेव खलु नास्ति कन्दुकः अपि लिङ्गमेव न न न न इदानीं मया दृष्टम् अत्रापि कन्दुकः इति पुल्लिङ्गे कन्दुकः अपि यां क्रिया जनयति इदं च कपालघटादि यत् स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत् तत् समवायिकारणमिति उच्यते तत्र कारणकारणभावविचारे कारणं किम् अस्ति कार्यं कारणमस्ति चेत् कार्यम् उत्पत्ति एतत् विचारे वयं पूर्वम् एव दृष्टवन्तः समानस्थले एतत् भविष्यति इति भवति भविष्यति इति एतत् सर्वं वयं पूर्वम् एव दृष्टवन्तः तत्र समानाधिकरण्यं भवेत् समानस्थले एव अनन्तरम् एतत् पूर्वमेव निरूपितं तादृशसामान्याधिकरण्य वर्णाय तादात्म्यरूपः सम्बन्धः अपि साधितः घटः कुत्र उत्पद्यते तत्र एव कपालः अपि उत्पद्यते अत्र कपाले अधिकरणं भगिनि कपाल घटः यत्र उत्पद्यते तत्रैव कपालः भवेत् अस्तु हा अस्तु कारणं कपाले अस्ति चेत् तत्र कार्यं घटे अस्ति एतत् पूर्वम् एव साधितवन्तः तादात्म्यरूपः रूपेण तत्र अनन्तरं तथा च कपालः तस्मिन् तादात्म्यसम्बन्धेन एव तत्र स्थितम् अनन्तरं घटः तस्मिन् तादात्म्येन स्थित्वा समवायेन एव रूपं तत्रापि उत्पद्यते तथैव कन्दुकं तत्र कन्दुक अपि क्रिया जनयति क्रिया यत्र यत्र अस्ति तत्र तत्र कार्यमपि अस्ति समवायसम्बन्धेन इदं च कपालघटादि यत् तस्मिन् तादात्म्यसम्बन्धेन एव तत्र स्थित्वा समवायेन तत्र कार्यं करोति यत्र यत्र तत्र कारणम् इत्युक्ते तत्र कपालः एव कार्यम् इत्युक्ते तत्र घटः एव एतत् सर्वं तादात्म्येन सम्बन्धेन अस्ति इति अहं मन्ये हा समीचीनं तर्हि अत्र अन्तिमवाक्यम् अस्ति यत् स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत् समवायीकारणम् इति उच्यते इति अस्ति तर्हि तदेव समवायीकारणस्य लक्षणम् अपि च विजया भगिनी तत्र सामानाधिकरण्यम् आवश्यकम् इति प्रागेव निरूपितं कार्यकारणयोः सामानाधिकरण्यम् आवश्यकम् इति प्रागेव निरूपितं तत्र कस्मिन् सन्दर्भे एतादृशचिन्तनम् अस्माभिः कृतम् इति वदति वा सामानाधिकरण्यम् आवश्यकम् इति कस्मिन् सन्दर्भे अस्माभिः चिन्तितम् द्वयोः मध्ये कार्यकारणभावः कदा निश्चितः भवति यत्र कार्यकारणं निरूपितः तत्र एव सामान्याधिकरणम् इति दृष्टवन्तः सहचार इति विषये वयं पूर्वं दृष्टवन्तः खलु जि हा समीचीनं तदेव तत्र कारणकार्यभावः ययोः वर्तते इति चेत् ययोः अन्वयसहचारः अपि च व्यतिरेकसहचारः द्वयमपि वक्तुं शक्यते तत्र सहचारः इत्युक्ते सामानाधिकरण्यम् सामानाधिकरण्यं तत्र अस्माभिः दृष्टम् अन्वयसहचारः व्यतिरेकसहचारः इत्यत्र तर्हि सामानाधिकरण्यं भवेत् भवति चेदेव तत्र कार्यकारणबहवः वक्तुं शक्यते तर्हि कपालः कपाले वर्तते इति वक्तव्यं घटः अपि कपाले वर्तते इति वक्तव्यं तर्हि तादृशं वदामश्चेत् इदानीं कपालः समान अधिकरणं द्वयोः इति कृत्वा घटकपालयोः मध्ये समानाधिकरण्यं वर्तते तर्हि तयोः मध्ये कार्यकारणभावः भवितुमर्हति इति निश्चयितुं शक्यते तर्हि सम्बन्धः वक्तव्यः कपालः तादात्म्यसम्बन्धेन कपाले वर्तते घटः स समवायसम्बन्धेन कपाले वर्तते इति कृत्वा इदानीं निरूपितं घटकपालयोः मध्ये सामानधिकरण्यं निरूपितम्। एवमेव तत्र रूपः अपि च घटः अपि च क्रिया अपि च कन्दुकः। समीचीनं भगिनि, धन्यवादः। अग्रे धन्यवादः। हा तर्हि मुरळीमहोदय, अत्र पश्यतु, यत् भवतः प्रश्नस्य उत्तरमत्र लब्धं, यत् स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत् समवायिकारणम् इति साक्षात् अत्र दत्तम्, तदेव समवायिकारणस्य लक्षणम्। कुत्र महोदय? अन्तिमपरिच्छेदे, अन्तिमवाक्यं। यत् स्वस्मिन् तादात्म्यसम्बन्धेन, आम् महोदय, अहं लिखामि महोदय। अस्तु, समीचीनम्। तर्हि बालसुब्रह्मण्य महोदय अग्रे पठति वा? एकनिमिषं सीमा भगिनी वदतु। मम प्रश्नः अस्ति, अत्र तादात्म्यसम्बन्धस्य आवश्यकता अस्ति, कारण द्वयमस्ति तत्र मम मतानुसारः। अत्र तु सहचारः निरूपणीयम् अस्ति चेत् तत्रापि तादात्म्यसम्बन्धम् आवश्यकम्, अपि च कारणस्य ये निकषाः सन्ति तेषां कृते अपि तादात्म्यसम्बन्धः आवश्यकः अस्ति। यतोहि अधिकरण कारणम् अधिकरणे अस्ति, किन्तु केन सम्बन्धेन अस्ति तत्र कारणस्य निकषात्रयम् अस्माभिः अधीतं। तत्र कार्याधिकरणे कारणं कार्याधिकरणे भवेत्, सर्वदा भवेत्, कार्यत्वोत्तेः पूर्वक्षणे भवेत् इति। तर्हि कपालः कार्याधिकरणे, घटस्य कार्याधिकरणे केन सम्बन्धेन भवति इति चेत् तत्र समवायसम्बन्धेन इति न वक्तुं शक्यते, संयोगसम्बन्धेन इति न वक्तुं शक्यते। इत्यतः तादात्म्यसम्बन्धः इति नूतनसम्बन्धः कल्पितः। तेन सम्बन्धेन कपालः घटस्य कार्याधिकरणे वर्तते। घटस्य घटकार्याधिकरणं किं भवति? कपालः। तर्हि कपालः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते इति तत्र निरूपितं, किन्तु सामानाधिकरण्यं तत्र कारणस्य निकषा यदा अस्माभिः चिन्तिता, तत्र सामानाधिकरण्यम् इति सिद्धान्तः न चिन्तितः। तत्तु केवलम् अन्वयसहचारः विविधसहचारः, तत्रैव चिन्तितः। समीचीनम्। अस्तु, तर्हि बालसुब्रह्मण्य महोदय अग्रे पठतु। अत्र येन सम्बन्धेन अधिकरणे कार्यम् उत्पद्यते सः कार्यथा अवच्छेदकसम्बन्धः भवति। येन सम्बन्धेन च कारणं कार्याधिकरणे भवति सः कारणता अवच्छेदकसम्बन्धः। स च सम्बन्धः इतरकार्यताभ्यः प्रकृतकार्यता भिन्ना, इतरकारणताभ्यस्य प्रकृतकारणता भिन्न इति बोधयति। तथाविधः प्रकृते समवायसम्बन्धः कार्यथा अवच्छेदकः, तादात्म्यसम्बन्धस्य कारणता अवच्छेदकः। एवं च समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्नकारणताश्रयत्वं समवायिकारणस्य लक्षणं परिवर्तितम्। प्रतिवाक्येन अत्र येन सम्बन्धेन अधिकरणे कार्यम् उत्पद्यते सः कार्यता अवच्छेदकसम्बन्धः भवति। येन सम्बन्धेन अधिकरणे कार्यम् उत्पद्यते सः कार्यता अवच्छेदकसम्बन्धः इति भवति। सम्यक्। तथैव येन सम्बन्धेन कारणं इतोपि किञ्चित् वक्तव्यम् अत्र, किञ्चित् प्रतिपादयतु। अत्र येन सम्बन्धेन अधिकरणे तत्र प्रत्येकं पदं स्वीकृत्य कार्यम् उत्पद्यते सः कार्यता अवच्छेदकसम्बन्धः इति वदामः. येन सम्बन्धेन अधिकरणे कार्यम् उद्पद्यते स कार्यम् उत्पद्यते अधिकरणे स्थित्वा किमपि सम्बन्धेन एव कार्यम् उत्पद्यते. तत्तु सत्यम्. इदानीं कार्यता महोदय, कार्यता कुत्र वर्तते? कार्यता कार्ये वर्तते. इदानीं घटकपालः इति घटस्य उत्पादनं, घटः कार्यं कपालः कारणम् इति स्वीकृतं उदाहरणं. तर्हि कार्यता कुत्र वर्तते? कार्यता इति घटे कार्यता घटे वर्तते. तस्मात् अवच्छेदकसम्बन्धः भवति कार्यम्. येन सम्बन्धेन अधिकरणे कार्यम् उत्पद्यते सः, सः इत्युक्ते कार्यं, कार्यता अवच्छेदकसम्बन्धः भवति. तत्र बुद्धं वा, अत्र किं लिखितमस्ति इति? कार्यता अवच्छेदकम् अवच्छेदकं भवति, अवच्छेदकसम्बन्धः भवति. हा, किन्तु इदानीं कार्यता घटः कार्यता इति घटः इति कार्यं, कपालः इति कारणं, घटे कार्यता वर्तते इति वदामश्चेत् इदानीं चित्रं निरूपयामश्चेत् तत्र किं भवति? घटः कार्यता घटे वर्तते इति भवति, घटस्य उपरि भवति, उपरि स्तरे भवति. कार्यता घटे उपरि वर्तते. किन्तु यदि कार्यता इति कश्चन धर्मः तत्र घटस्य उपरि भवति तर्हि कार्यता किन्तु समवायसम्बन्धः कुत्र अस्ति? घटकपालयोः मध्ये. एकनिमिषम्, किञ्चित् चिन्तयतु. एकनिमिषं, तयोः मध्ये वर्तते, अपि च कपाले वर्तते. अधिकरणः कपालः. किल महोदय? महोदय, भग्नम् अभवत् इति मन्ये. आमामां, वारं भवति एव. आगमिष्यामि. वारं वारम् इति नमुल् प्रत्ययमस्ति अत्र. इदानीमेव वृष्टिः भवति वा अत्र? न जि, किमपि नास्ति. वातावरणं सम्यक् एव, परन्तु किञ्चित् अधिकम् उष्णमस्ति. भवान् कुत्र वसति? कन्नडदेशे. कन्नडा? कन्नडा, ओ केनडा, ओ अस्तु. विजया भगिनी, तत्रापि कोरोना अस्ति वा? क्षम्यतां, किमर्थं कोरोना प्रति चिन्तनं गतम्? भवान् नास्ति चेत्. अहमेव वैद्यः इति वा? अस्तु, महोदय चिन्तयतु महोदय. अत्र कार्यं उत्पद्यते, अधिकरणे कार्यम् उत्पद्यते, कपाले उत्पद्यते, अधिकरणं कपालः, तस्मात् कपाले उत्पद्यते. तस्मात् कपाले किम् उत्पद्यते महोदय? कपाले किम् उत्पद्यते? कपाले किं घटः उत्पद्यते? कपाले घटः उत्पद्यते. आम्. सो कपा घटः इति कार्यं, कार्यता इति तस्य धर्मः. हा सत्यं. तर्हि घटः कपाले उत्पद्यते, घटः इति कार्यं, घटे कार्यता अस्ति, घटे कार्यता. अपि च घटः केन सम्बन्धेन उत्पद्यते कपाले? समवायसम्बन्धेन उत्पद्यते. हा तर्हि तदेव तत्र कार्यता अवच्छेदकसम्बन्धः भवति भवति अधिकरणे. किन्तु इदानीं तत् सम्बन्धः अधिकरणे वर्तते इति वक्तव्यं, न तु कार्ये, कारणे वर्तते. अधिकरणे सत्यं. तर्हि कार्यतावच्छेदकसम्बन्धः कुत्र भवति इति चेत् कारणे अस्ति. यद्यपि कार्यता कार्ये अस्ति, तथापि कार्यता अवच्छेदकसम्बन्धः अधिकरणे अस्ति, यस्मिन् अधिकरणे कार्यम् उत्पद्यते. केन सम्बन्धेन, केन सम्बन्धेन कार्यम् उत्पद्यते इति चेत् समवायसम्बन्धेन इति वदामि चेत् तर्हि समवायसम्बन्धः एव कार्यता अवच्छेदकसम्बन्धः भवति. इदानीम् अग्रे येन सम्बन्धेन च कारणं, येन सम्बन्धेन च कारणं कार्याधिकरणे भवति, सः कारणता अवच्छेदकसम्बन्धः. तर्हि इदानीं कारणता अवच्छेदकसम्बन्धः कः? अवच्छेदकसम्बन्धः कारणता अवच्छेदक कारणता अत्र समवायसम्बन्धः एव सम्बन्धः समानमेव. एकनिमिषम् एकनिमिषम्. इदानीम् अस्मा भवतः मनसि उदाहरणं भवेत्. घटः कपाले उत्पद्यते इति उदाहरणम्. अत्र कारणता अवच्छेदकसम्बन्धः कः? कारणता अवच्छेदकं कारणता कारणम् इति कपालः, कारणता इति तस्य धर्मः, कारणता अवच्छेदकः. क्षम्यतां महोदय. वदतु महोदय. हा वदतु. कारणता अवच्छेदकसम्बन्धः कारणमेव. न न महोदय, येन सम्बन्धेन च कारणं कार्याधिकरणे भवति. महोदय एवं चिन्तयामः महोदय, भवतः अवगमनमस्ति, किन्तु वक्तुं किञ्चित् क्लेशः अनुभवति तावदेव. तर्हि इदानीम् अस्माकं सन्दर्भः अस्ति घटः कपाले उत्पद्यते. तर्हि अत्र किं कार्यं, किं कारणम्? कारणम् इति कपालः. सत्यं. कार्यम् इति घटः. सत्यं. घटः इति कार्यं केन सम्बन्धेन कपाले उत्पद्यते? समवायसम्बन्धेन उत्पद्यते कपाले. सत्यं. तर्हि घटः कार्यम् इति कृत्वा, घटे कार्यता विद्यते इति कृत्वा, तत्र कार्यता अवच्छेदकसम्बन्धः किम् इति चेत् समवायसम्बन्धः इति वक्तव्यम्. एवमेव कारणं किम्? कारणम् इति कपालः. सत्यं. कपाले कारणता अस्ति. कपाले कारणता अस्ति. आम्. कपालः केन सम्बन्धेन कपाले वर्तते? कपालः कपाले तादात्म्यसम्बन्धेन वर्तते. तर्हि कारणता अवच्छेदकसम्बन्धः तादात्म्यसम्बन्धः. बुद्धं वा? तर्हि कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः, कारणता अवच्छेदकसम्बन्धः तादात्म्यसम्बन्धः. तर्हि इदानीम् अन्तिमवाक्यं पठतु, तत्र मध्ये यद्वाक्यमस्ति तत् त्यजामः. अन्तिम. एवञ्च एवञ्च समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणताश्रयत्वं समवायिकारणस्य लक्षणं पर्यवसितम्. हा. इदानीं समवायिकारणं यः तस्य लक्षणवाक्यं अहं रचयितुं प्रयत्नं कुर्मः. समवायिकारणं लक्षणं पर्यवसितम् निरूप्य निरूपकभावः स्वीकृत्य अत्र लक्षणवाक्यं तदेव लक्षणवाक्यम् इदानीं निरूप्य निरूपकभावः स्वीकृत्य उक्तं. पूर्वस्मिन् परिच्छेदे अन्तिमवाक्ये यत् स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत् समवायिकारणम् इति लक्षणम् उक्तं. तत्र निरूप्य निरूपकभावः न उक्तः. इदानीं यद् यद्वाक्यं भवता पठितं तत्र निरूप्यनिरूपकभावः स्वीकृत्य समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्नकारणता आश्रयत्वं समवायिकारणस्य लक्षणम् इति उक्तम्. पुनः एकवारं पठामि. एवं च समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित तादात्म्यसम्बद्ध अवच्छिन्न कारणता आश्रयत्वम् आम् उद्धं महोदय समवायिकारणस्य लक्षणं परिवर्षितम्. तर्हि तत्र कार्यता अपि च कारणता अनयोः मध्ये तत्र निरूपकभावः अस्ति. किन्तु सा कार्यता केन सम्बन्धेन अवच्छिन्ना इति अपि वक्तव्यम्. नो चेत् इदानीम् अग्रे यदा गच्छामः तत्र असमवायिकारणस्य लक्षणं पठामः. तत्रापि कारणता असमवायिकारणे अस्ति, कार्यता तु कार्ये अस्ति, किन्तु तत्र सम्बन्धः भिद्यते. यत्र यत्र कार्यकारणभावः अस्ति तत्र सर्वत्र समवायिकारणमिति एकमेव कारणं नास्ति. अत्र आदौ अस्माभिः पठितं किल, कारणस्य त्रैविध्यम् अस्ति, समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति. तर्हि तयोः तत्र त्रयोः मध्ये त्रयाणां मध्ये भेदः वक्तव्यः, समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति एतेषां मध्ये भेदः वक्तव्यः इति चेत् तत् कथम् इति चेत् एतादृशमेव. तत्र कार्यतावच्छेदकसम्बन्धः कारणतावच्छेदकसम्बन्धः भिद्यते. यत्र कारणं समवायिकारणमस्ति तत्र कारणतावच्छेदकसम्बन्धः भवति तादात्म्यसम्बन्धः. किन्तु यत्र कारणम् असमवायिकारणं भवति तत्र कारणतावच्छेदकसम्बन्धः भवति समवायिकारणमेव. तत्र द्वलस्थये स्थलद्वये अपि कार्यतावच्छेदकसम्बन्धः समवायिकारणमेव. तथापि कारणतावच्छेदकसम्बन्धे किञ्चित् भेदः कश्चन भेदः भवति इति कृत्वा एव अत्र पूर्वस्मिन् तत्र मध्ये वाक्यमस्ति किल, स च सम्बन्धः इतरकार्यताभ्यः प्रकृतकार्यता भिन्ना, इतरकारणताभ्यश्च प्रकृतकारणता भिन्ना इति बोधयति. अत्र पश्यतु, तथाविध प्रकृते समवायसम्बन्धः कार्यतावच्छेदकः, तादात्म्यसम्बन्धः कारणतावच्छेदकः इति भवता उक्तम्. समीचीनं, तर्हि अग्रे गच्छेम. इतोपि अस्तु, श्रीराममहोदय पठति वा? एतादृशकार्यकारणभावे किन्ते भावकार्यमात्रं प्रति द्रव्यस्य समवायिकारणत्वे च चिन्ते एको घटः इति घटे एकत्वावधायी प्रत्ययः तयोः समवायम् एव प्रकाशयति. संख्यायाः घटस्य च समवायात् परन्तु एकं रूपम् इति प्रतीतिः जायमानम् अपि एकत्वरूपयोः समवायं न प्रकाशयति. दर्शितरीत्या संख्यारूपगुणं प्रति रूपात्मकस्य गुणस्य समवायिकारणत्व असम्भवात्। अतः इयं प्रतीतिः तयोः समवायं न अवगाहते। किन्तु समवायघटितसामानाधिकरण्यमेव एकस्मिन् एव हि घटे एकत्वं रूपं च उभयं समवायेन वर्तते। अतः तयोः समानाधिकरण्यं समवायघटितम् इति स्पष्टम्। एवञ्च घटे समवायेन विद्यमानम् एकत्वं समानाधिकरण्येन रूपे प्रतीयते इति तादृशज्ञानस्यापि निर्वाहः शक्यः कर्तुमिति दिक्। एतादृशकार्यकारणभावे सिद्धे इदानीम् अस्माभिः कार्यकारण विषये समवायिकारणम् इति अस्माभिः अधीतम्। इदानीं तत् अस्मत्तु अस्ति ज्ञानम् अस्ति भावकार्यमात्रं प्रति द्रव्यस्य समवायिकारणत्वे च सिद्धे। कार्यं यत् कार्यं भावम् उत्पद्यति उत्पद्यते भावकार उत्पद्यते द्रव्यस्य समवायिकारणत्वे च। इदानीं द्रव्यं उदाहरणं स्वीकुर्मः, कार्यं घटम् अस्ति, घटः अस्ति, कारणं कपालः अस्ति, तयोः मध्ये समवायि सम्बन्धः अस्ति, अतः कपालः समवायिकारणम्, अतः कपाले समवायिकारणत्वं भवति इति धर्मः अस्ति कपाले। महोदय, किञ्चित् भिन्नरीत्या तत्र घटस्य समवायिकारणं कपालः इत्यतः एव कपालः समवायिकारणं भवति वा? तत्र समवायिकारणस्य लक्षणं किं? द्वयमपि वक्तव्यं किल? स्वस्मिन् तादात्म्यसम्बन्धेन कृत्वा समवायेन कार्यं जनयति। तादात्म्यसम्बन्धः अपि अस्ति कपाले इत्यतः तत्र कपाले समवायिकारणत्वं भवति। एकयोः एकः घटः इति घटे एकत्वघाही प्रत्ययः। इदानीम् एकः घटः इति प्रतीतिः अस्ति, ज्ञानमस्ति, तयोः समवायम् एव प्रकाशयति। ते एकत्वघाही प्रत्ययः तयोः कयोः किञ्चित् कष्टमस्ति, तयोः इत्युक्ते कयोः ज्ञानस्य आकारः प्रतीतिः कः? एकः घटः इति अस्ति, तर्हि अत्र पदद्वयं विद्यते किल, एकः इति कीदृशः? एकति संख्या, अपि च घटः इति द्रव्यं, तयोः समवायम् एव प्रकाशयति। इत्युक्ते संख्या इति गुणः, घटः इति द्रव्यम्, अनयोः मध्ये कः सम्बन्धः भवितुमर्हति? समवायमेव अस्ति इति समवायसम्बन्धः एव अस्ति। तर्हि एको घटः इति प्रतीते इति प्रतीत्यां तत्र समवायसम्बन्धः एव तादृश तयोः मध्ये सम्बन्धः कः इति प्रकाशयति। प्रकाशयति, सत्यम्। संख्यायाः घटस्य च समवायात् इदानीं घटस्य संख्यायाः द्वयोः मध्ये समवायसम्बन्धः, तेन कारणेन एकः घटः इति प्रतीत्या समवायसम्बन्धः इति ज्ञानमपि उत्पद्यते, पाद्यते. परन्तु एकं रूपम् इति प्रतीतिः जायमानं जायमानापि परन्तु एकं रूपम् इति प्रतीतिः जायमानापि एकत्वरूपयोः समवायं न प्रकाशयति. इदानीं भिन्न उदाहरणम् अस्ति, रूपं नीलरूपम् अस्ति, तत्र एकं घटे एकमेव रूपम् अस्ति नीलरूपं. तत्र एकं रूपम् इति वदामश्चेत् तत्र सङ्ख्यायाः अपि च रूपं रूपस्य द्वयोः मध्ये समवायं न प्रकाशयति, न भवितुमर्हति. दर्शितरीत्या सङ्ख्यारूपगुणं प्रति वृत्तं किल. अत्र प्रश्नः कः इति, एकं रूपम् इति प्रतीत्यां तत्र एकम् इति गुणः, रूपम् इति अपि गुणः, गुणः गुणे समवायसम्बन्धेन भवति वा न भवति इति अत्र उक्तं. तर्हि समवायसम्बन्धः न प्रकाशयति. अग्रे अस्ति वा भगिनि, कृपया पुनः वदतु महोदय. एकं रूपम् इति प्रतीतिः, एकम् इति सङ्ख्या, सङ्ख्या इति गुणः, रूपम् इति पुनः गुणः, गुणः गुणे केन सम्बन्धेन भवति? समवायसम्बन्धः भवितुम् अर्हति न वा? भवती किं चिन्तयति? अहं तु अष्टमपृष्ठे पश्यन्ती अस्मि, तत्र गुणः गुणे समवायसम्बन्धः भवितुम् अर्हति, अपि च अत्र लिखितमस्ति तथा च गुणे द्रव्यं गुणः कर्म विशेषः च नास्ति. अस्तु न ओके ओके ओके ओके अस्तु, गुणे गुणः भवितुं न अर्हति समवायसम्बन्धेन न भवति, संयोगसम्बन्धेन भवति वा? संयोगसम्बन्धः गुणे तु नास्ति एव न, गुणगुणयोः मध्ये गुणयोः मध्ये संयोगसम्बन्धः न भवति. आम्, यतोहि समवायसम्बन्धः अपि न भवति. तादात्म्यसम्बन्धः भवति वा? तादात्म्यसम्बन्धः भिन्न भिन्न गुणं रूपम् इति भिन्नं गुणः अस्ति, सङ्ख्या इति भिन्नं गुणं गुणः अस्ति, तयोः मध्ये कथं तादात्म्यसम्बन्धः न भवति? तर्हि भिन्नयोः गुणयोः मध्ये तादात्म्यसम्बन्धः अपि न भवति, स्वरूपसम्बन्धः अपि न भवति, अभावे तत्र अभावः अपि च तत्रैव स्वरूपसम्बन्धः स्वरूपसम्बन्धः वक्तुं शक्यते. तर्हि क्षम्यतां महोदय, गुणप्रतियोगिता भवितुम् अर्हति, अतः स्वरूपसम्बन्धः भवेत् न, तत्र रूपस्य अभावः स्वरूपसम्बन्धेन अन्यस्मिन् द्रव्ये भवितुम् अर्हति. अभावः एव स्वरूपसम्बन्धेन अन्यत्र यत्र कुत्रापि भवितुमर्हति. इदानीं घट अभावः भूतले केन सम्बन्धेन वर्तते इति चेत् स्वरूपसम्बन्धेन. आम्, अपि च प्रतियोगिता, प्रतियोगिता अपि स्वरूपसम्बन्धेन वर्तते. प्रतियोगिता स्वरूपसम्बन्धेन वर्तते. तर्हि अत्र स्वरूपसम्बन्धः इति गुणगुणयोः मध्ये इत्युक्ते गुणयोः मध्ये समवायसम्बन्धः न भवितुमर्हति, संयोगसम्बन्धः न भवितुमर्हति, तादात्म्यसम्बन्धः न भवितुमर्हति, स्वरूपसम्बन्धः अपि न भवितुमर्हति. तथापि एकं रूपम् इति प्रतीतिः जायते एव. तर्हि केन सम्बन्धेन एतत् प्रतीतिः जायते, एषा प्रतीतिः जायते इति प्रश्नः. पृथक्त्वम् इति कश्चन विशेषगुणः अस्ति खलु? आम्, तावदेव अत्र देशिकसम्बन्धेन महोदय मुरलि एकनिमिषं तत्र विजया भगिनी पृथक्त्वस्य अत्र अत्र किमर्थं पृथक्त्वस्य विषये चिन्तनं पृथक्त्वम् इति भिन्नगुणः पृथक्त्वम् इति सम्बन्धः नास्ति पृथक्त्वम् इति गुणः एकनिमिषं तर्हि या ये गुण ये सम्बन्धाः अस्माभिः एतावत्पर्यन्तम् अधीताः तेन सम्बन्धेन तैः सम्बन्धैः अत्र एकं रूपं रूपम् इति प्रतीत्याम् एकत्वम् अपि च रूपत्वम् अनयोः मध्ये सम्बन्धः न साधयितुं शक्यते तर्हि इतोपि किञ्चित् चिन्तनीयं भवति इति तावत् अवगच्छन्ति चेत् पर्याप्तम् इदानीम् अग्रे सर्वम् आयास्यति अस्तु तर्हि इदानीं सीमा भगिनी अग्रे तत् दर्शितरीत्या इति अस्ति किल ततः पठित्वा भवती एव वदतु किञ्चित् प्रतिपादयतु अस्तु महोदय दर्शितरीत्या सङ्ख्यारूपगुणं प्रति रूपात्मकस्य गुणस्य समवायकारणत्व असम्भवात् अतः इयं प्रतीतिः तयोः समवायं न अवगाहते किन्तु समवायघटित सामानादिकरण्यम् एव तस्मिन् एव हि एकस्मिन् एव हि घटे एकत्वं रूपं चोभयं समवायेन वर्तते अतः तयोः सामानादिकरण्यं समवायघटितम् इति स्पष्टम् एवं च घटे समवायेन विद्यमानम् एकत्वं सामानादिकरण्येन रूपे प्रतीयते इति तादृशज्ञानस्य अपि निर्वाहः शक्यः कर्तुम् इति दिक् अत्र दर्शितरीत्या इत्युक्ते एकः घटः यदि वदामः तर्हि घटः अपि एकत्वं मध्ये समवायसम्बन्धः वर्तते तत् वयम् अवगन्तुं शक्नुमः किन्तु घटे रूपम् अस्ति तदपि एकम् अस्ति तत्र एकं रूपम् इति ज्ञानं भवति चेत् अपि रूपस्य अपि च एकत्वमध्ये समवायसम्बन्धः न भवति यतोहि रूपे रूपं गुणम् अस्ति समवायः समवायः सम्बन्धः गुणे न ओ संख्या अस्तु अस्तु एकं रूपम् अत्र रूपं गुणः अस्ति एकं संख्या अस्ति संख्या गुणः अस्ति अतः रूपसङ्ख्यायोः मध्ये समवायसम्बन्धः भवितुं न अर्हति अतः एकं रूपम् इति ज्ञाने असमवायसम्बन्धः सम्बन्धस्य ज्ञानं न भवति किन्तु घटे एकत्वम् अस्ति इति कृत्वा अपि च घटे रूपम् अस्ति इति कृत्वा रूपम् अपि एकत्वं मध्ये सामानादिकरणीयम् अस्ति तत् समवायघटितसामानादिकरणीयम् अस्ति यतोहि रूपं घटे समवायसम्बन्धेन अस्ति अपि च एकत्वम् अपि घटे समवायसम्बन्धेन अस्ति अतः तेन सामानादिकरण्येन घटे विद्यमानम् एकत्वम् अपि च रूपं तादृश घटे समवायसम्बन्धेन एकत्वम् अस्ति, घटे समवायसम्बन्धेन रूपम् अस्ति, अतः एकं रूपम् इति तादृशज्ञानस्य अपि निर्वाहः कर्तुं शक्नुमः इति मम अवगमनमस्ति. समीचीनं. किञ्चित् तत्र जाटिल्यं वर्तते. अत्र पश्यतु, घटे तत्र चित्रं पश्यामश्चेत् एकत्वं समवायसम्बन्धेन घटे वर्तते, किन्तु तद् एकत्वं किं बोधयति? घटस्य एकत्वं बोधयति वा, नो चेत् रूपस्य एकत्वं बोधयति वा? मम चिन्तनमस्ति अत्र द्वयमपि बोधयति. न, यदि द्वयमपि बोधयति इति स्वीकुर्मः तर्हि इदानीं घटे रूपद्वयं वर्तते इति चिन्तयतु. घटस्य अधोभागे नीलरूपमस्ति, उपरि भागे पीतरूपमस्ति. तर्हि इदानीम् अहं भवतीं पृच्छामि, घटे कति रूपाणि सन्ति? भवती वदति द्वे रूपे वर्तते, किन्तु घटः एकः एव. तर्हि एकत्वं केवलं घटम् एव सूचयति. तर्हि यदि घटे विद्यमान एकत्वं स्वीकृत्य तत्र रूपस्य समानाधिकरण्यं वर्तते इति वदामश्चेत् तत्र द्वे रूपे इति उत्तरमेव न वक्तुं शक्यते. हा, तत्तु समीचीनं महोदय. अन्तिमवाक्ये किन्तु किञ्चित् मम भ्रमः भवति. घटे समवायेन विद्यमानम् एकत्वं सामानाधिकरण्ये करण्येन रूपे प्रतीयते. तत् तर्हि तत्र तदन्तिमवाक्यं पुनः पठतु. अतः अतः तयोः सामानाधिकरण्यं समवायघटितम् इति स्पष्टम्. रूपस्य अपि च एकत्वस्य सामानाधिकरण्यं यत् अस्ति तत् समवायेन घटितम् अस्ति घटे इति स्पष्टम्. एवं च घटे समवायेन विद्यमानम् एकत्वं सामानाधिकरण्येन रूपे प्रतीयते इति तादृशज्ञानस्य अपि निर्वाहः शक्यं शक्यः कर्तुम् इति दिक् तत्र मम भ्रमः जातः. अत्र रूपे प्रतीयते, किं प्रतीयते रूपे? एकत्वं वा किञ्चित् एकत्वं प्रतीयते इति सः वदति. इदानीम् अस्माकं प्रतीतिः किम्? एकं रूपम् इति प्रतीतिः किल. सा प्रतीतिः कथम् उत्पादितम् इति चेत् घटे विद्यमान एकत्वमेव रूपे अपि प्रतीयते. किमर्थं? तत्र सामानाधिकरण्यं वर्तते. सामानाधिकरण्यं कथं वा साधितं? द्वयस्यापि तत् समवायेन समवायघटितसामानाधिकरण्यं वर्तते. एकत्वमपि एकः इति एकः इति सङ्ख्या अपि घटे समवायसम्बन्धेन वर्तते, रूपमपि समवायसम्बन्धेन वर्तते इति कृत्वा इदानीं समानाधिकरणमस्ति घटः कयोः? रूपम् अपि च एकम्, एकः इति सङ्ख्यायाः. तर्हि द्वयोः मध्ये समानाधिकरण्यं साधितम्. अनेन तत्र घटे विद्यमान एकत्वम् एव रूपे अपि प्रतीयते. किन्तु भवतः दृष्टान्ते तु रूपद्वयमस्ति चेत् तत् एकत्वं घटे एव वर्तते रूपे. तत्र क्लेशः अस्ति. तत्र क्लेशः यत्र एकं रूपम् इति प्रतीतिः भवति तत्र घटे विद्यमान एकत्वं स्वीकृत्य तदेव एकत्वं रूपे अपि प्रतीयते. तत्र सामानाधिकरण्यं वर्तते, समवायघटितसामानाधिकरण्यं वर्तते इति तादृशं व्यवहर्तुं शक्यते. किन्तु यदा एकस्यापि रूपं वर्तते एकस्मिन् घटे तर्हि कति रूपाणि सन्ति इति प्रश्नस्य उत्तरं द्वे रूपे स्तः. घटे इति वदामश्चेत् तत्र द्वे द्वित्वम् इदानीं रूपे आपतितं किन्तु घटः एकः एव घटे एकत्वमेव वर्तते किन्तु एवं कर्तुं शक्नुमः घटे यदि नीलरूपम् अपि च रक्तरूपम् अस्ति चेत् तर्हि नीलरूपं समवायेन समवायसम्बन्धेन घटे वर्तते अपि च अन्यशरः अपि आपतति रक्तरूपम् अपि समवायसम्बन्धेन घटे वर्तते रक्तरूपस्य सम्बन्धः एकत्वेन अस्ति सामानाधिकरण्येन अपि च नीलरूपस्य अपि एकत्वमस्ति सामानाधिकरण्येन अतः रूपद्वयं स्थित्यति किन्तु एकस्य रूपस्य सम्बन्धः एकत्वेन एव भवति समीचीनं तर्हि तादृशं वक्तव्यं यदि एकस्मिन् घटे रूपद्वयं वा ततोपि अधिकं वर्तते तर्हि प्रत्येकं रूपं समवायसम्बन्धेन घटे वर्तते इति कृत्वा यदा एतादृश आकाङ्क्षा भवति रक्तरूपम् एकं नीलरूपं तर्हि मिलित्वा रूपद्वयमस्ति यथा इदानीं भिन्न उदाहरणम् अहं वदामि उत्पीठिकायां घटद्वयं वर्तते इति चिन्तयतु प्रत्येकं घटे एकत्वमेव वर्तते किल प्रत्येकं घटे एकत्वमेव वर्तते तथापि अहं पृच्छामि चेत् कति घटाः सन्ति उत्पीठिकायां द्वे घटे द्वौ घटौ स्तः इति वदामश्चेत् इदानीं द्वौ इति सङ्ख्या एकस्मिन् घटे न आगन्तुं शक्यते तर्हि मिलित्वा घटद्वयेपि द्वौ इति सङ्ख्या वर्तते तथा अत्रापि मिलित्वा रूपद्वयं मिलित्वा तत्र रक्तरूपे अपि च नीलरूपे द्वौ नो चेत् द्वे इति सङ्ख्या वर्तते इति अवगन्तव्यम् तर्हि अत्र यत् घटद्वयं द्वे सङ्ख्याया द्वौ सङ्ख्या यत् अस्ति तत् अधिकरणे वर्तते एकत्वं सर्वदा अधिकरणे एव वर्तते किन्तु तदनन्तरम् अस्माकम् आकाङ्क्षा यदा भवति कति घटाः सन्ति कति रूपाणि सन्ति इति तादृश आकाङ्क्षा वर्तते तर्हि इदानीं तत्र द्वौ इति केवलं ज्ञाने एव प्रतीयते द्रव्ये सर्वदा एकत्वमेव अस्ति साक्षात् तस्मिन् विषये इतोपि किञ्चित् चिन्तनम् अग्रे आयास्यति तर्हि एतावत्पर्यन्तम् अस्माभिः किम् अवगन्तव्यम् इति चेत् एकं रूपम् इति प्रतीतिः कथं जायते तत्र सम्बन्धः समवायसम्बन्धः एकम् इति सङ्ख्या रूपम् इति गुणः अनयोः मध्ये द्वयोः गुणयोः मध्ये समवायसम्बन्धः न भवति संयोगसम्बन्धः न भवति तादात्म्यसम्बन्धः न भवति स्वरूपसम्बन्धः न भवति अपि च मुरळीमहोदयेन पृष्टं तत्र दैशिकविशेषणसम्बन्धः कालिक तत्र दैशिकविशेषणसम्बन्धः कालिकविशेषणसम्बन्धः द्वयमपि स्वरूपसम्बन्धस्य एव वैविध्यम् अस्ति स्वरूपसम्बन्धे द्वयमपि अन्तर्भूतं भवति यदा देशं स्वीकृत्य वदामः स्वरूपसम्बन्धः वदामः तर्हि दैशिकसम्बन्धः भवति कालं स्वीकृत्य स्वरूपसम्बन्धः वदामः तर्हि कालिकसम्बन्धः भवति तर्हि एते सम्बन्धाः तत्र न भवितुमर्हति इति कृत्वा तत्र सामानाधिकरण्यं साधयित्वा एकत्वं घटे वर्तते रूपमपि घटे वर्तते समवायसम्बन्धेन तर्हि एकत्वम् अपि च रूपम् अनयोः मध्ये सामानाधिकरण्यं वर्तते इति कृत्वा समवायीघटितसमवाय सामानाधिकरण्यसम्बन्धेन एकं रूपम् इति प्रतीतिः जायते इति प्रतीतिः जायते तावदेव वक्तव्यम् तत्र साक्षात् एकत्वम् इति रूपे आपतितं वा इति चेत् एतावत्पर्यन्तं नास्ति अस्माकं प्रतीत्यम् एव एतत् सर्वमस्ति बुद्धं वा तत्र किञ्चित् भेदः वर्तते प्रतीतिः प्रतीतिः इत्युक्ते ज्ञानं, ज्ञाने एव एकं रूपम् इति भवितुम् अर्हति. किमर्थमित्युक्ते इदानीं पश्यतु, घटः भूतले अस्ति इति चिन्तयतु. अहं मम ज्ञानम् अस्ति चेद्वा न वा घटः भूतले अस्ति एव. किन्तु इदानीं द्वौ घटौ स्तः मम पुरतः इति चेत् इदानीं तत्र द्वौ इति संख्या, द्वे इति संख्या कुत्र वर्तते इति चेत् घटे नास्ति. घटे सर्वदा एक प्रत्येकं घटे एकत्वमेव अस्ति. किन्तु यदा मम मनसि आकाङ्क्षा जायते तर्हि तत् आकाङ्क्षा आधारीकृत्य इदानीं यदा अहं गणनं करोमि, एकं द्वे त्रीणि इति तादृशं गणनं करोमि, तदा मम प्रतीत्यां तादृशसङ्ख्या जायते इति मनसि भवेत्. तर्हि साक्षात् तत्र द्रव्ये द्वे वा त्रीणि वा इति तादृशसङ्ख्या अस्ति इति निर्बन्धः एव नास्ति. किमर्थम् इत्युक्ते तादृशसङ्ख्या केवलं कुत्र वर्तते, मम ज्ञाने वर्तते, न तु द्रव्ये. द्रव्ये सर्वदा एकत्वमेव वर्तते इति अर्थबोधः. समीचीनं. तर्हि मुरळीमहोदय अग्रे पठति वा? महोदय, इति कारणेन एव प्राचीन नैयायिकाः चित्ररूपम् इति स्वीकृतवन्तः किल. न, तत्र चित्ररूपम् इति नूतनरूपम् इति वदामश्चेत् प्रायः तत्र इदमिदानीम् एकमेव रूपमस्ति, तत् चित्ररूपम् इति वदामश्चेदपि तत्रापि भगिनि इदानीम् अस्माकं चिन्तनम् अस्माकं क्लेशः केवलं यत्र एकस्यापि अधिकरूपं वर्तते इति न, यत्र एकमेव रूपमस्ति तत्रापि क्लेशः वर्तते. एकं रूपम् इति प्रतीतिः कथं जायते इति. एकम् इति गुणः, रूपमिति गुणः, तयोः मध्ये सम्बन्धः न भवितुमर्हति. यत्किमपि सम्बन्धः, यः कोऽपि सम्बन्धः न भवितुमर्हति इति कृत्वा तत्र चित्ररूपमिति स्वीकुर्मश्चेत् तत्रापि एकमेव रूपं, किन्तु एकं रूपमिति प्रतीतिः कथं वा साधयितुं शक्यते इति चेत् तत्र सामानाधिकरण्यं स्वीकृत्य, समवायघटितसामानाधिकरण्यं स्वीकृत्य एव एतत् साधयितुं शक्यते इति भवति. समीचीनं. विशेषज्ञानमस्ति. अनन्तरम् अन्य अर्थः अपि अस्ति खलु जि, आकारः इति. पुनः वदतु भगिनि. द्वितीय अत्र अस्मि. आमां, प्रतीतिः, प्रतीतिः इत्युक्ते तत्र विशेषज्ञानमस्ति. अन्य अर्थः इत्युक्ते ज्ञानम् आकारमिति. न न, प्रतीतिः इत्युक्ते ज्ञानं, प्रत्ययः, प्रतीतिः, ज्ञानम् इति एतानि पदानि पर्यायपदानि. आकारः इत्युक्ते ज्ञानस्य आकारः कः इति चेत् एकं रूपम् इति ज्ञानस्य आकारः, द्वे रूपे इति भिन्न आकारः ज्ञानस्य आकारः. द्वयमपि ज्ञानं, किन्तु तत्र आकारः इत्युक्ते ज्ञानं किम् इति चेत् एकं रूपम् इति एकस्मिन् पार्श्वे ज्ञानं, द्वे रूपे इति भिन्न अनेकानि रूपाणि इति भिन्नज्ञानं, तदेव आकारः भवति. ज्ञानस्य आकारः इति वदामः, ज्ञानम् आकारं न भवति. एकत्वादि व्यवहारहेतुः सङ्ख्या सा नवद्रव्यवृत्तिः. एकत्वादि परार्ध अपर्यन्ता इति, पर्यन्ता इति. तत्र पूर्वम् एकं वाक्यमस्ति तत् त्यक्तं, तदपि पठितुमध्ये गुणनिरूपणे. हा, गुणनिरूपणे क्रमप्राप्तं सङ्ख्यां निरूपयति. एकत्वादि एकत्वादि व्यवहारेतुः सङ्ख्याः, व्यवहारहेतुः सङ्ख्याः. सङ्ख्या सा नवद्रव्यवृत्तिः एकत्वादि पराद्रपर्यन्ता इति. अस्तु, अत्र किमस्ति इति किञ्चित् वदति वा? हा, अहं प्रयत्नं करोमि महोदय. एकं घटम् एकं घटं द्वयोर्घटमस्ति, सङ्ख्या तदेव व्यवहारहेतु, सङ्ख्या इति व्यवहारहेतु मात्रम् न. प्रथमं सङ्ख्या इति, सङ्ख्या इति कीदृशपदार्थः? सङ्ख्या इति गुणे वर्तते. सङ्ख्या इति गुणः, तदेव अत्र पूर्वम् उक्तं, गुणनिरूपणे क्रमप्राप्तम् इत्युक्ते प्रथमं रूपं रस गन्ध स्पर्श चतुर्विंशतिगुणेषु आदौ रूपमस्ति, तदनन्तरं रसगन्धस्पर्श इति एतेषां गुणानां निरूपणं कृत्वा क्रमप्राप्तम्. इदानीं पञ्चमगुणः अस्ति सङ्ख्या. आम्, तस्मिन् विषये लक्षणम् उक्तं. लक्षणं किं, लक्षणवाक्यं किम्? लक्षणवाक्यम् एकद्वादिव्यवहारहेतुः सङ्ख्या इति लक्षणवाक्यम्. इति एकत्वादिव्यवहारहेतुः सङ्ख्या. अत्र व्यवहारः इति पदम् अस्माभिः पूर्वं दृष्टं, तस्य अर्थः कः? व्यवहारम् इत्युक्ते कल्पितम्? न कुत्र दृष्टं, कस्मिन् कस्यां कस्मिन् लक्षणे दृष्टं व्यवहारः इति पदम्? व्यवहारं पूर्वं दृष्टवन्तः महोदय. अन्य कोऽपि वदतु. कालनिरूपणे. तर्हि कालनिरूपणस्य लक्षणं किं? ज्ञानजनकशब्दप्रयोगः. कालस्य लक्षणं किम्? कालस्य तत्स इदानीं न स्मरामि. अतीतादिव्यवहारहेतुः कालः. अतीतादिव्यवहारहेतुः कालः एवमेव एकत्वादिव्यवहारहेतुः सङ्ख्या. तत्रापि व्यवहारहेतुः, व्यवहार इति पदं घटितमस्ति लक्षणवाक्ये. व्यवहार इति पदस्य अर्थः ज्ञानजनकशब्दप्रयोगः. आम् आं महोदय, तदेव अर्थः अत्रापि स्वीकरणीयः. एकत्वादि ज्ञानजनकशब्दप्रयोगहेतुः अस्ति सङ्ख्या. सङ्ख्या इति गुणं विना एकं द्वे त्रीणि इति एतादृशव्यवहारः न कर्तुं शक्यते इति कृत्वा तादृशव्यवहारस्य हेतुः अस्ति सङ्ख्या इति गुणः. व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः. अहं शब्दं कुर्वस् मया शब्दं क्रियते, शब्दः क्रियते चेत् भवान् अवगन्तुं शक्यते किल एकः इति. आं महोदय. अस्तु, सा नवद्रव्यवृत्तिः इत्युक्ते सा इत्युक्ते का? सा इत्युक्ते गुणाः, चतुर्विधगुणाः. न अत्र कस्मिन् कस्यां गुणायां विषये अत्र कस्य गुणस्य विषये अत्र चिन्तनं? रूपादि सङ्ख्या, सङ्ख्यामेव. हा, तर्हि सङ्ख्या इति पदं स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा पुल्लिङ्गं वा? सङ्ख्या इति स्त्रीरूपं, स्त्रीलिङ्गमेव. अतः एव अत्र सा इति लिखितं. सा इत्युक्ते सङ्ख्या. आं महोदय. नवद्रव्यवृत्तिः, नवद्रव्यवृत्तिः इत्युक्ते किं? नवद्रव्याणि अस्ति चेत्. न नवद्रव्यवृत्तिः इत्युक्ते नवद्रव्याणि नास्ति. इत्युक्ते किम्? उदाहरणतया पृथिवी गन्धः गन्धः उत्पद्यते गन्धः उदाहरणतया न न न महोदय तादृशं नास्ति वृत्तिः इत्युक्ते किं विजय भगिनी वदतु अस्ति आधाय आधेयता आधेय आधेय वृत्तिः इत्युक्ते आधेयः वृत्तित्वम् इत्युक्ते आधेयता तत्र अस्तित्वम् इति वदति चेदपि सत्यमेव किन्तु तत् पारिभाषिकशब्दं नास्ति आधेयता तर्हि सङ्ख्या कुत्र कुत्र वर्धते मुरळीमहोदय वदतु इदानीं नवद्रव्यवृत्तिः इत्युक्ते किम् नवद्रव्यवृत्ति नवद्रव्यवृत्तित्वं शब्दस्पर्शरूपर्थगन्धं नवद्रव्यमहोदय ओ द्रव्याणि कानि एकवारं वदतु नवद्रव्याणि कानि नवद्रव्याणि पृथिवी जलं तेजः वायु आकाशः काल दिग् आत्मा मनः तदेव सत्यं तर्हि नवद्रव्येषु सङ्ख्या वर्तते इति उक्तम् आम् पृथिवी गन्धः कुत्र वर्तते गन्धः पृथिव्यां वर्तते पृथिव्याम् एव वर्तते आं पृथिव्याम् एव वर्तते रसः कुत्र वर्तते रसः जलं पृथिवी द्वयो वर्तते हा द्वयो एव वर्तते आम् एवं तत्र भिन्नभिन्नरूपं तत् स्पर्शः चतुर्षु द्रव्येषु वर्तते अपि च रूपं त्रिषु द्रव्येषु वर्तते किन्तु इदानीं सङ्ख्या कुत्र कुत्र वर्तते इति चेत् नवद्रव्येषु वर्तते हा अपि च द्रव्येषु एव वर्तते इति अपि अवगन्तव्यम् इत्युक्ते सङ्ख्या इति गुणः अन्येषु गुणेषु वा क्रियायां वा अन्येषु पदार्थेषु न भवति केवलं द्रव्येषु एव भवति किन्तु सर्वेषु द्रव्येषु भवति इति अत्र उक्तम् अन्तिमवाक्यम् एकत्वादिपरार्धपर्यन्ता इति इत्युक्ते एकत्वादि परार्ध पर्यन्ता इति एकत्वादि इत्युक्ते लक्षणवाक्यं गुणः एकत्वादि लक्षणवाक्यं नास्ति अत्र कति सङ्ख्या वर्तते इति उक्तम् एकत्व आदि परार्धपर्यन्ता परार्धं द्वितीयपरार्धे श्वेतवराह कल्पयति वदामः किल आमामाम् तदेव अत्र लिखितमस्ति परार्ध इति सङ्ख्यायाः यथा एकं दश शत सहस्र लक्ष कोटि इति तादृशं वदामः वा तत्र अन्तिमसङ्ख्या अस्ति परार्धः ओ एकम् आरभ्य परार्धपर्यन्तं सङ्ख्या अस्ति ओहो इति अत्र लिखितम् एकत्व आदि परार्धपर्यन्ता इति स्त्रीलिङ्गे अस्ति सङ्ख्या इति स्त्रीलिङ्गे अस्ति इति कृत्वा तदपि स्त्रीलिङ्गे दत्तमस्ति एकत्वं तः अन्तिमपर्यन्तं एकः आरभ्य परार्धपर्यन्तं सङ्ख्यायाः वैविध्यम् अस्ति तत्र रूपस्य वैविध्यं कति इति चेत् सप्तविधाः इति परिपठितं किल आमामाम् एवमेव तत्र रूपस्य सप्तविधः अस्ति रसस्य षड्विधः अस्ति पुनः किमिति रूपरसगन्धः गन्धस्य त्रैविध्यम् अस्माभिः अधीतम् इति तादृशं गन्धः नास्ति स्पर्शस्य त्रैविध्यम् अस्माभिः अधीतं तादृशं सङ्ख्यायाः वैविध्यं कियत् इति चेत् एकम् आरभ्य परार्धपर्यन्तं सङ्ख्याः बहुविधाः सन्ति तदेव दत्वा इति दत्तमस्ति पराग इत्युक्ते इन्फैनेट् न न परार्ध इति कश्चन संख्या अस्ति यथा कोटि ट्रिलियन् जिल्लियन् इति वदामः किल आङ्ग्लभाषायां जिल्लियन् इति एव अन्तिममस्ति तदनन्तरं ट्रिलियन् जिल्लियन् इति तादृशम् इतोपि किञ्चित् वक्तव्यं चेत् किन्तु जिल्लियन् इत्यस्मादुपरि किमपि संख्या नास्ति तदेव अन्तिमसंख्या अस्ति मिलियन् बिलियन् ट्रिलियन् तदनन्तरं जिल्लियन् किमपि अस्ति परार्थात् अनन्तरमपि संख्या अस्ति वा नास्ति किन्तु तस्मादुपरि वक्तव्यं चेत् इदानीम् एक अधिकपरार्ध इति वदामश्चेत् एकमधिकं भवति इदानीं किन्तु तद् भिन्नसङ्ख्या अस्ति परार्ध इति सङ्ख्यायाः वैविध्ये परार्धः इति अन्तिमसङ्ख्या परार्धः मीन्स् इट् मे बि टु आर् इट् मे बि इट् मे गो अप् टु लाक्स् अण्ड् लाक्स् लैक् दट् हा किन्तु परार्धः इति कश्चन सङ्ख्या अस्ति आम् From 1 to maximum, whatever. तत्र परार्ध इति परार्ध इत्युक्ते इन्फिनिट् नास्ति अनन्तः नास्ति कौण्टबल् कौण्टबल् बट् मेक्सिमम् सत्यं अस्तु इदानीम् अग्रे पठनीयं किन्तु समयः जातः इति कृत्वा अत्र स्थगयामः प्रश्नः अस्ति वा कस्यापि एतावत् एकनिमिषं प्रथमं सीमा भगिन्याः प्रश्नः तदनन्तरं श्रीराममहोदयस्य अत्र यद् दत्तमस्ति समवायिकारणस्य लक्षणं तत् पठित्वा अवगमनं भवति किन्तु एवमेव दत्तमस्ति चेत् अवगमनस्य अवगमने क्लेशः अस्ति कथं मनसि स्थापितव्यं क्लेशः भगिनि समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणता श्रयत्वं समवायिकारणस्य लक्षणं पर्यवसितं तत्र एकमेकं स्वीकृत्य चेत् इदानीं तु अवगमनं भवति किन्तु अहं चिन्तयामि किञ्चित् मया किं कृतम् एतद् मम मनसि न स्थापितं तत् पूर्वस्मिन् परिच्छेदे वाक्यं दत्तमस्ति किल यत् स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत् समवायीकारणं तद् मम मनसि स्थापितं तद् मनसि अस्ति चेत् तत्र इदानीं कार्यता कुत्र विद्यते कार्यतावच्छेदकसम्बन्धः कः निरूपिनिरूपबोह इति विचिन्त्य तत्र यदा कोऽपि पृच्छति चेत् तदनन्तरं तत्र तत् चिन्तयित्वा समवायसम्बन्धावच्छिन्नकार्यता निरूपित तादात्म्यसम्बन्धावच्छिन्नकारणता आश्रयः समवायीकारणस्य लक्षणम् इति मया वक्तुं शक्यते किन्तु मनसि स्मरणे तद् अहं न स्थापयामि स्मरणे किं स्थातुं शक्यते स्वस्मिन् तादात्म्यसम्बन्धेन स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं यज्जनयति तत् समवायीकारणं तस्य तस्यापि तत्र चित्रमस्ति किल घटः कपालः अधोभागे कपालः कपालस्य स्तरे एव घटः तादृशं स्थापयामश्चेत् झटिति वक्तुं शक्यते कपालः तादात्म्यसम्बन्धेन कपाले वर्तते घटः समवायसम्बन्धेन कपाले वर्तते इति कृत्वा यत् तादात्म्यसम्बन्धेन स्थित्वा स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत् समवायीकारणम् इति चित्रं मनसि भवेत् कारणस्य लक्षणमस्ति तत् आधारीकृत्य पश्चात् निरूपिनिरूपकभावः वक्तुं शक्यते अवच्छेदकं स्वीकृत्य ओके अस्तु श्रीराम महोदय महोदय अस्मिन् पाठे गुणे अपि जायमानः गुणप्रत्ययः समर्थनीयः इति पाठे प्रथमं समावयिकारणं तस्य निरूपणं कृतं, तदनन्तरम् एव इदानीं सङ्ख्या एकं रूपम् इति ज्ञानस्य निरूपणम् अस्ति. तयोः सम्बन्धः कः, किमर्थम् आचार्येण समवैकारणम् इति प्रदर्शयित्वा तदनन्तरम् एतद् वदति, तयोः सम्बन्धः कः इति न अवगच्छामि महोदय. अत्र पश्यतु, एकं रूपम् इति प्रतीतिः जातः. कति रूपाणि सन्ति घटे इति चेत् एकं रूपमेव अस्ति इति भवान् वदति तस्य उत्तरं. किन्तु अहं पृच्छामि, एकम् अपि च रूपम् अनयोः मध्ये कः सम्बन्धः अस्ति? भवान् कथं वा एकं रूपम् इति उक्तवान्? सम्बन्धः नास्ति चेत् कथं वा? इदानीं दशरथस्य पुत्रः रामः इति वदति चेत् इदानीं पुत्रः तत्र पितृपुत्रसम्बन्धः अस्ति इति कृत्वा दशरथस्य पुत्रः रामः इति दाशरथिः इति भवान् वदति चेत् तत्र सम्बन्धम् आधारीकृत्य एव दाशरथी इति पदं निर्मितं भवता. किन्तु मम पितुः नाम अस्ति कृष्णः. यदि अहं मां दाशरथी इति आह्वयामि चेत् तत्र कथं भवान् दाशरथी इति उक्तवान्? भवतः पितुः नाम अस्ति कृष्णः इति तादृशं प्रष्टुं शक्यते किल? एवम् अत्रापि यदा अहं प्रश्नं कृतवान् कति रूपाणि सन्ति, भवान् उक्तवान् तु एकं रूपम् इति भवता उक्तं. तथापि तत्र केन सम्बन्धेन मध्ये ध्वनिः आगच्छति. मुरली महोदय कृपया म्यूट् मध्ये भवतु महोदय. यदि गन्तव्यं चेत् भवान् गच्छतु. हा अस्तु, तर्हि इदानीं प्रतीतिः अस्ति एकं रूपं, भवता उक्तं, मया अवगतमपि. किन्तु न्यायशैल्यां तस्य निरूपणं न कर्तुं शक्यते. एवमेव तत्र वाक्यं वदामश्चेत् अर्थः अस्ति इति नास्ति किल? इत्युक्ते शशशृङ्गः इति समस्तपदं मया कृतं. शशशृङ्गः इत्युक्ते किं? राबिट्स् हार्न् इति भवान् वदति तस्य अनुवादनं कृत्वा. किन्तु अर्थः अस्ति वा तस्य पदस्य? नास्ति. शशशृङ्गः इति शृङ्गस्य अभावः एव अस्ति तत्र. कथं वा शशशृङ्गः इति वक्तुं शक्यते? एवमेव पदं प्रयोगं तत्र पदस्य प्रयोगं कुर्मः, पदं प्रयोगं कुर्मश्चेत् तत्र अर्थः अस्ति इति नास्ति. एवमेव एकं रूपम् इति वाक्यं वदामश्चेत् अपि तत्र अर्थः अस्ति वा इति चिन्तनीयम्. अर्थः अस्ति चेत् तत् निरूपणीयं. कथं निरूपणीयम्? एकम् अपि च रूपं द्वयोः मध्ये सम्बन्धः अस्ति इति निरूपणीयं, तत्र अन्वयः अस्ति इति निरूपणीयम्. नो चेत् गौः दयति इति अहं वदामि चेत् तत्र वाक्यं व्याकरणरीत्या समीचीनमेव. किन्तु गोः डयनशक्तिः एव नास्ति. कौ फ्लैस् तादृशं नास्ति. तादृशं नास्ति, किन्तु वाक्यं समीचीनं. किन्तु अर्थबोधः न जायते. व्याकरणरीत्या वाक्यं समीचीनं किन्तु अर्थबोधः नायते. एवमेव एकं रूपम् इति भवता उक्तं, किन्तु मम मनसि इदानीं सम्बन्धस्य ग्रहणं न जातं. तत्र समवायसम्बन्धः न अवगाहते तयोः मध्ये. एकम् अपि च रूपम् अनयोः मध्ये सम्बन्धः समवायसम्बन्धः न अवगाहते, संयोगसम्बन्धः न अवगाहते, तादात्म्यसम्बन्धः न अवगाहते, स्वरूपसम्बन्धः न अवगाहते. तर्हि कथं वा एकं रूपम् इति मया अवगन्तुं शक्यते इति प्रश्नः अस्ति. तस्य निर्वाहार्थं तस्मात् पूर्वम् इदानीं समवायीकारणम् इति उक्तम्. एकत्वम् एकम् इति गुणस्य समवायीकारणमस्ति घटः. रूपम् इत्यस्य समवायीकारणमस्ति घटः. तर्हि एकम् अपि च रूपं द्वयोः समान अधिकरणमस्ति घटः. तेन तत्र एकम् अपि च रूपम् अनयोः मध्ये सामानाधिकरण्यं साधितम्. सामानाधिकरण्यं साधितम् इति कृत्वा तत्र सम्बन्धः जातः. यद्यपि अहं मम अपि च भवान् तत्र आवयोः मध्ये अहमपि च भवान् आवयोः मध्ये सम्बन्धः नास्ति, तथापि मम गृहे इदानीम् अस्मिन् वर्गे द्वयमपि अत्र स्तः अत्र अस्ति इति कृत्वा आवयोः मध्ये तत्र सम्बन्धः जातः, सहपाठी इति तादृशसम्बन्धः. यदि वर्गे नास्ति चेत् तादृशसम्बन्धः न वक्तुं शक्यते. एवमेव समानाधिकरणम् अस्ति इति निरूपणीयं. समानाधिकरणम् अस्ति इति कथं वा निरूपणीयं? समवायीकारणत्वं स्वीकृत्य एव समानाधिकरणम् अस्ति इति वक्तुं शक्यते. अतः समवायीकारणम् उक्त्वा तदनन्तरं तत्र एकत्वस्य समवायीकारणमस्ति घटः, रूपस्य समवायीकारणमस्ति घटः, तर्हि समानाधिकरणमस्ति घटः, तर्हि एकम् अपि च रूपम् अनयोः मध्ये समानाधिकरण्यं वर्तते इति निरूपितम्. समानाधिकरण्यं वर्तते चेत् तत्र सम्बन्धः अस्ति इति कृत्वा तत्र समानाधिकरणमेव सम्बन्धी भवति, सम्बन्धस्य हेतुः भवति इति कृत्वा तत्र इदानीं सम्बन्धः साधितः. तर्हि एवम् एकं रूपम् इति वदति चेत् अर्थबोधः जायते. पुनः सामान्याधिकरणसम्बन्धः तयोः मध्ये इति. हा सत्यं, सामानाधिकरण्यसम्बन्धेन एकं रूपं सम्बन्धः इति कल्पितम्, अस्माभिः कल्पितं. तत्र तादात्म्यसम्बन्धः इति कल्पितः, कल्पितम् इत्युक्ते अनिरूप्य न कल्पितः, निरूपणं कृत्वा एव कल्पितं किल. तत्र समान अधिकरणमस्ति इदानीम् अस्माकं, तदेव मया उक्तम्, अहम् अपि च भवान् आवयोः मध्ये कः सम्बन्धः? सहपाठीसम्बन्धः वर्तते. सहपाठी इति सम्बन्धः वस्तुतः नास्ति, किन्तु कल्पितम् अपि च निरूपितं. यदि किमिति सहपाठीसम्बन्धः न गुरुशिष्यसम्बन्धः अहम् एवमेव वदामि भगिनि. सहपाठी इति वक्तुं शक्यते, गुरुशिष्य इति वक्तुं शक्यते. वयं मिलित्वा पठामः इति मम भावः, अत्र अहं गुरुरूपेण नास्ति किन्तु मिलित्वा पठामः इति मम भावः. तर्हि भवन्तः सर्वे मम सहपाठी, सहपाठिनः इति मम भावः. तद् आधारीकृत्य अहं वदामि आवयोः मध्ये सहपाठीसम्बन्धः अस्ति इति. यदि एकस्मिन् वर्गे आवां द्वयं न भवामः भवावः तर्हि सहपाठिसम्बन्धः न वक्तुं शक्यते किल. भवान् अन्यस्यां कक्षायां कक्ष्यां पठति, अहं भिन्नकक्ष्यां पठति चेत् सहपाठिसम्बन्धः नास्ति, तर्हि आवयोः मध्ये सम्बन्धः एव न वक्तुं शक्यते. किन्तु इदानीम् एकस्यां कक्ष्यां स्वः इति कृत्वा तत् वर्गः आधारत्वेन स्वीकृत्य सहपाठिसम्बन्धः अस्ति इति, तर्हि इदानीम् आवयोः मध्ये सम्बन्धः निरूपितः. तर्हि इदानीम् अस्माकं मध्ये तत्र व्यवहारः भवितुमर्हति इति तादृशम् अत्र निरूपणीयम् इति कृत्वा अत्र प्रथमं समवायीकारणम् उक्त्वा तदनन्तरं सामानाधिकरण्यं साधयित्वा एकं रूपम् इति प्रतीतेः अर्थं साधितम्. तत्र एकत्वम् एकम् एकं महोदय एकनिमिषं तत्र वर्गं स्थगयामि, तदनन्तरं पृच्छामि. सर्वेभ्यः नमस्कारः.